तर्हि अस्माकं नूतनन्यायवर्गे इदानीं परत्वम् अपरत्वम् इति विषये स्मः वयम्। अत्र गतकक्षायां तत्र परत्वम् अपरत्वम् इति विषयस्य किञ्चित् परिचयः जातः। तत्र परापरव्यवहारासाधारणकारणे परत्वापरत्वे इति वयं दृष्टवन्तः। तर्हि तत्र परम् अपरम् इति यदा व्यवहारः भवति तादृशव्यवहारस्य व्यवहारः नाम ज्ञानजनकशब्दप्रयोगः। तादृशव्यवहारस्य असाधारणकारणमस्ति परत्वम् अपि च अपरत्वम् इति वयं दृष्टवन्तः। अपि च तत्र तद्विविधं तत्र दिक्कृतपरत्वम् अपरत्वम् अपि च कालकृतपरत्वम् अपरत्वम् इति अपि दृष्टवन्तः। दिक् इत्यत्र दूरस्थः कश्चन अस्ति चेत् तस्मिन् परत्वं, समीपस्थः यः पार्श्वे अस्ति तस्मिन् अपरत्वम् इति दृष्टवन्तः। तद्वत् कालकृतं परत्वम् अपरत्वम् इति कदा भवति इत्युक्ते यः ज्येष्ठः तस्मिन् कालकृतं परत्वं, यः कनिष्ठः तस्मिन् कालकृतम् अपरत्वम् इति अपि वयं दृष्टवन्तः। तर्हि दिक् स्वीकृत्य कथं परत्वम् अपरत्वम् इत्युक्ते कथं दूरस्थं समीपस्थम् इति मापनं कृत्वा ज्ञातुं शक्नुमः इति वयं गतकक्षायां दृष्टवन्तः। अद्य कालकृतपरत्वम् अपरत्वं तस्य निरूपणं कथं भवति इति पश्येम। तर्हि तस्मात् आरम्भं कुर्मः। तर्हि पुष्पा भगिनी भवती आरम्भं करोति वा? सोदाहरणं कालिकपरत्वापरत्वनिरूपणम् इत्यस्मात्। भगिनि, इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु व्याख्यासु न अधिकम् उक्तम् इति विषयम् अमुम् अस्तु स्फुटं निरूपयामः। एकम् आगतम्। इह रूपादिवत् अनयोः निरूपणे अन्य व्याख्यासु न अधिकम् उक्तम् इति विषयम् अमुं स्फुटं निरूपयामः। स्फुटं किं? स्फुटम् इत्युक्ते स्पष्टम्। अमुम् इत्युक्ते अमुम् अमुम् अस्ति सचन् सच् इति इत्यर्थे। सचन् सच् आम्। एतानि उदाहरणं कालिकपरापर न। एकक्षणं भगिनि, इह रूपादिवत् अनयोः निरूपणे, अनयोः इत्युक्ते कयोः? स्थूलाक्षरसोदाहरणं कालिकपरापरत्वनिरूपणम्। अस्तु। इह रूपादिवत् अनयोः निरूपणे कोऽपि न, एकक्षणं, मम प्रश्नः अस्ति अनयोः इत्युक्ते कयोः? अनयोः इत्युक्ते कयोः न, कयोः इति अहं पृच्छामि। मम प्रश्नः अनयोः इत्युक्ते न, अत्र कस्य निरूपणमस्ति? अत्र कालिकपरत्वम् अपरत्वं खलु, तत्र न, एकक्षणं भगिनि शृणोतु, एकक्षणं, तत्र कालिकपरत्वम् अपरत्वम् इति अस्ति खलु, तर्हि अनयोः इत्युक्ते तत्र परत्वम् अपरत्वम्, तर्हि तत्र अन्यत्र तस्मिन् विषये अधिकं नास्ति इति कृत्वा अत्र तस्मिन् सः विषयः निरूप्यते इति अस्ति. अग्रे पठतु. लोकप्रसिद्धं लोकप्रसिद्धं हि इदं यत् रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः रामस्य कनिष्ठः इति. इयं ज्येष्ठताम् एव शास्त्रे परत्वम् इति उच्यते, कनिष्ठता च अपरत्वम्. अत्र रामः कुतः ज्येष्ठः इति प्रश्ने, कुतः ज्येष्ठः इति प्रश्ने पूर्वमुत्पन्नः इति समाधानम्. लक्ष्मणः पश्चात् उत्पन्नः इति हेतोः कनिष्ठः इति च समाधानम्. अस्तु, आवां जानीमः रामः लक्ष्मणस्य ज्येष्ठभ्राता इति, लक्ष्मणः रामस्य कनिष्ठः इति जानीमः. एतत्तु लोकप्रसिद्धम् अस्ति. तदैव इयं ज्येष्ठता, तत्तु गुणः ज्येष्ठता शास्त्रे परत्वम् इति वक्तुं शक्यते. कनिष्ठता तु अपरत्वं वक्तुं शक्यते इति न, तदेव परत् ज्येष्ठता एव परत्वं, कनिष्ठता एव अपरत्वम्. अत्र रामः कुतः ज्येष्ठः इति प्रश्ने पूर्वम् उत्पन्नः इति समाधानं. तत्तु रामः किमर्थं ज्येष्ठः इति प्रश्नम् उदेति चेत्, तत्तु पूर्वम् एव उत्पन्नः इति समाधानं करिष्यामः. इत्युक्ते तत्र पूर्वम् उत्पन्नः इति कृत्वा सः ज्येष्ठः, पश्चात् उत्पन्नः इति कृत्वा लक्ष्मणः कनिष्ठः. कनिष्ठः सम्यक् भगिनि. तर्हि अग्रे पठतु. तत्र एकक्षणं, एवं कुर्मः, तद् किञ्चित् वाक्यं वाक्यं पठित्वा कण्ठशः पश्येम. तर्हि प्रथमवाक्यं पठतु. तत्र पूर्वम् उत्पन्नं यत् शरीरं तत् अहर्निशं भ्रमतः, सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः, क्रियायाः समवायीकरणे कारणे सूर्ये एव समवायेन सत्वात्, तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. अस्तु, तत्तु पूर्वम् उत्पन्नः य शरीरं उत्पन्नः न, तत्तु एकक्षणं, पूर्वम् उत्पन्नं यत् शरीरं तत् पूर्वम् उत्पन्नं शरीरं कस्य इदानीम् अस्माकम् उदाहरणे? रामस्य. सत्यं, तर्हि रामस्य पूर्वम् उत्पन्नं शरीरं तत् अग्रे अहर्निशं भ्रमतः. अहर्निशम् इत्युक्ते अहर्निशम् इत्युक्ते प्रतिदिनं निरन्तरं भ्रमतः इति कीदृशं पदम्? प्रतिदिनं भ्रमतः सूर्यस्य. एकक्षणं भगिनि, भगिनि, भ्रमतः इति कीदृशं पदम्? भ्रमतः तत्तु भ्रमतः न तत्तु अहं वदामि वदामि एकनिमिषं वदामि. अस्तु सुनील् महोदय, भवान् वदति वा? वदामि भगिनि. भगिनि भ्रमतः तु सूर्यस्य भ्रमणं न न न सत्यं तत्, परन्तु मम प्रश्नः तत्र कीदृशं पदमिति. तत्तु अस्तु सुनील् महोदय, भवान् किञ्चित् सहायं करोति वा? आम् अत्र सारत् प्रत्ययः वा? शत्रुन्तः खलु, सत्यं. तर्हि भ्रमन् इति भ्रमत् इति प्रातिपदिकं, भ्रमन् इति प्रथमाविभक्ति पुल्लिङ्गे, भ्रमतः इति षष्टिविभक्तिः. तर्हि भ्रमतः सूर्यस्य इति तस्य विशेषणम् इत्युक्ते सूर्यः भ्रमन् अस्ति इत्युक्ते सूर्यः भ्रमति, भ्रमन् सूर्यः, भ्रमतः सूर्यस्य, भ्रमतः सूर्यस्य याः क्रिया तासां यद्यपि न समवायेन आश्रयः इति स्वीकुर्मः इदानीं. तर्हि निरन्तरं सूर्यः भ्रमति, निरन्तरं यः सूर्यः भ्रमति तस्मिन् क्रियाः सन्ति खलु, क्रिया अस्ति इति कृत्वा एव सः भ्रमति. तर्हि तासाम् इत्युक्ते कासाम् इदानीं तत्र क्रियाः तासां यद्यपि न समवायेन तासां तत्तु तत्तु स्त्रीलिङ्ग अस्ति सत्यं, परन्तु तासाम् इत्युक्ते कासाम् अत्र भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः इत्युक्ते किम्? दिनं दिनं नास्ति इत्युक्ते क्रियाणाम् इति क्रिया तु स्त्रीलिङ्ग, क्रिया इति श्रीलिङ्गः पदं, तासाम् इत्युक्ते क्रियाणाम् इति क्रियाणां यद्यपि समवायेन न आश्रयः. समवायेन आश्रयः कुत्र नास्ति? सूर्यस्य भ्रमतः न न भगिनि एकक्षणं तत्र किञ्चित् चिन्तयित्वा वदतु. तत्र सूर्यस्य क्रिया अस्ति, तर्हि सूर्यस्य क्रिया अस्ति चेत् सूर्य आश्रयः अस्ति खलु, तर्हि कुत्र आश्रयः नास्ति इदानीं? क्रिया भगिनि प्रश्नः अवगच्छति वा? इदानीम् अस्माकं विषयः अस्ति तत्र रामस्य शरीरं पूर्वमुत्पन्नं, तद् तत्र सम्पूर्णवाक्यं पश्यतु, तत्र न समवायेन आश्रयः इत्यस्य अन्वयः तत् इति पदेन भवति, इत्युक्ते रामस्य शरीरेण शरीरः तस्य आश्रयः नास्ति इत्युक्ते क्रियाणाम् आश्रयः नास्ति, तासाम् आश्रयः नास्ति. न यद्यपि इत्युक्ते यद्यपि समवायेन इत्युक्ते समवायसम्बन्धेन, समवायसम्बन्धेन क्रिया कुत्र अस्ति? सम्पूर्ण न भगिनि अत्र समवायसम्बन्धेन क्रिया कुत्र अस्ति? क्रिया कस्य क्रिया इदानीं? सूर्यस्य क्रिया. तर्हि समवायसम्बन्धेन क्रिया कुत्र अस्ति? सूर्यस्य. सूर्ये अस्ति परन्तु रामस्य शरीरे नास्ति. यद्यपि शरीरे नास्ति अनन्तरं किम् अस्ति? क्रियायाः स्वसमवायीकरणे कारणे समवायीकारणे सूर्ये एव समवायेन सत्वात् तावत् स्वीकुर्मः. इदानीं क्रियायाः स्वसमवायीकारणे सूर्ये, तदिदानीमेव वयम् उक्तवन्तः खलु, क्रिया सूर्ये समवायेन अस्ति, तर्हि सूर्यः क्रियायाः समवायीकारणम्. तर्हि क्रिया समवायेन सूर्ये अस्ति, तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. इदानीं तथापि तत् इत्युक्ते किम्? इत्युक्ते रामस्य शरीरः. उत्तमं, रामस्य शरीरं तादृशक्रियाणां, कीदृशकार्याणां क्रियाणां? नपुंसकलिङ्ग न सत्यं तादृशक्रियाणाम् इत्युक्ते कीदृशक्रियाणां तत् तस्य रामस्य शरीर उन्नत न एकक्षणं भगिनि, प्रश्नः अस्ति तादृशक्रिया इत्युक्ते कीदृशक्रिया. इदानीं कस्य क्रिया इति कस्य क्रियाविषये वयं तर्हि सूर्यस्य क्रिया रामस्य शरीरे नास्ति, सूर्य एव अस्ति. यद्यपि रामस्य शरीरे साक्षात् सूर्यस्य क्रिया नास्ति, परम्परासम्बन्धेन रामस्य शरीरं सूर्यस्य क्रियायाः आश्रयः भवति. इदानीं कथमिति अग्रे अस्ति, तर्हि अग्रिमवाक्यं पठतु. कपालस्य स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत् इत्युक्ते तत्र यदा वयं कपालस्य विषये चिन्तितवन्तः घटपरिमाणं कपालपरिमाणम् इति, तत्र घटपरिमाणं कुत्र अस्ति? घटपरिमाणं कुत्र अस्ति? भगिनि न पुस्तके किम् अस्ति तद् मास्तु, इदा यतोहि मम प्रश्नस्य उत्तरं तत्र नास्ति. मम प्रश्नः अस्ति घटपरिमाणं कुत्र अस्ति? घटपरिमाणं कपाले अस्ति. घटपरिमाणं कपाले अस्ति, किञ्चित् चिन्तयित्वा वदतु भगिनि. घटपरिमाणम् इति घटस्य गुणः खलु, तर्हि कुत्र भवति? घटे अस्ति. किमर्थं तर्हि कपाले इति उक्तवती? अस्तु, तर्हि तत्र स्वसमवायी समवायित्वसम्बन्धः इति, तत्र स्वम् इत्युक्ते घटपरिमाणं. घटपरिमाणं घटे केन सम्बन्धेन अस्ति? समवायसम्बन्धेन, न तु समवायि. समवायसम्बन्धेन अस्ति इति कृत्वा घटः घटपरिमाणस्य समवायी भवति खलु. समवायसम्बन्धः तस्मिन् अस्ति इति कृत्वा समवायी. तर्हि स्वसमवायी इति घटः. इदानीं घटस्य समवायी कः? घटः. कपालः, यतोहि घटः कपाले समवायसम्बन्धेन अस्ति इति कृत्वा. तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति, इत्युक्ते घटपरिमाणं साक्षात् कपाले नास्ति, परन्तु घटपरिमाणं घटे घटः कपाले इति कृत्वा स्वसमवायी समवायित्वसम्बन्धेन यथा घटपरिमाणं कपाले अस्ति तथा तद्वत्, अत्र वत् इत्युक्ते तादृशम् इत्यर्थे, तद्वत् सूर्यस्य क्रिया रामस्य शरीरे अस्ति परम्परासम्बन्धेन. स्वसमवायी समवायित्वसम्बन्धः इति अत्र परम्परासम्बन्धः, तद्वत् भिन्नपरम्परासम्बन्धेन सूर्यस्य क्रिया रामस्य शरीरे अस्ति इति अत्र कीदृशः सम्बन्धः इति अग्रे अस्ति. अग्रिमवाक्यं पठतु. परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रयतपनसंयुक्त कालसंयुक्तत्वम्. तर्हि इदानीं परम्परासम्बन्धः कः इति अस्ति, तर्हि अत्र स्वम् इत्युक्ते किम्? स्वम् इत्युक्ते परन्तु अत्रत्य परम्परासम्बन्धः भवति स्वं रामस्य न अत्र तत्र पूर्वस्मिन् वाक्ये स्वम् इत्युक्ते किम्? घटं न स्वम् इत्युक्ते किम्? अत्र घटपरिमाणश्रयत्वं घटपरिमाणं खलु न तु घटः घटपरिमाणम् अस्तु अस्तु घटपरिमाणम् इदानीं स्वम् इत्युक्ते किम् इदानीं स्वमित्युक्ते राम अस्तु एकक्षणम् इदानीं कयोः मध्ये परम्परासम्बन्धः इति वक्तुम् अत्र इच्छति रामशरीरम् अपि च सूर्ये न सूर्यः वा किञ्चित् चिन्तयित्वा वदतु भगिनी आरम्भतः वयं कस्य विषये पठन्तः स्मः सूर्यस्य क्रिया खलु न तु सूर्यः भगिनी अत्र प्रथमवाक्ये किम् आसीत् भ्रमतः सूर्यस्य क्रिया समवायेन नास्ति रामशरीरे परन्तु परम्परा आश्रयः भवति इति अस्ति खलु परम्परया आश्रयः इति तर्हि सूर्यस्य क्रिया अपि च रामस्य शरीरं तयोः मध्ये परम्परासम्बन्धः इति उक्तवन्तः आरम्भे कीदृशः सम्बन्धः इत्येव इदानीं प्रश्नः तर्हि क्रिया रामशरीरे केन सम्बन्धेन अस्ति इति प्रश्नः खलु तर्हि क्रिया स्वम् इत्युक्ते क्रिया एव भवति अस्तु क्रियायाः आश्रयः कः क्रियाश्रयः सूर्यः सूर्यः तपनः इत्युक्ते सूर्यः एव तर्हि स्व आश्रयतपनः इत्युक्ते स्व क्रियायाः आश्रयः तपनः तर्हि स्व आश्रयतपन तपनेन संयुक्तः इत्युक्ते समवायसम्बन्धेन स्थितः इति सूर्यः समवायसम्बन्धेन काले क्षम्यतां सूर्यः अपि च कालः तयोः समवाय संयोगसम्बन्धः अस्ति सूर्यः इति द्रव्यं कालः इत्यपि द्रव्यम् इति कृत्वा कालसूर्ययोः मध्ये समवायसम्बन्धः अस्ति अपि च काल रामशरीरं तयोः अपि संयोगसम्बन्धः अस्ति खलु यतोहि रामशरीरमपि द्रव्यम् इति कृत्वा स्व आश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति परम्परासम्बन्धः अस्ति क्रिया अपि च रामशरीरयोः मध्ये इत्युक्ते अग्रिमपुटे चित्रमस्ति पश्यतु क्रिया समवायसम्बन्धेन तपने इत्युक्ते सूर्ये अस्ति तपनः कालः मध्ये संयोगसम्बन्धः कालः रामशरीरं तयोः मध्ये पुनः संयोगसम्बन्धः तर्हि क्रिया केन सम्बन्धेन रामशरीरे अस्ति स्व आश्रयः अथवा समवायी इत्यपि वक्तुं शक्नुमः परन्तु स्व आश्रयः अपि स्वीकुर्मः तर्हि स्व आश्रयतपन संयुक्तकालसंयुक्तत्वम् इति रामशरीरे सम्बन्धः अस्ति संयोगः तु संयुक्तम् इति संयुक्तः इत्युक्ते संयोगसम्बन्धेन विद्यमानम् इति तर्हि अग्रिमवाक्ये तथैव अस्ति अग्रिमवाक्ये द्वयं पठतु कालस्य विभुत्वं सूर्वं सर्वं एकनिमिषं कालस्य विभुत्वं सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च कालस्य विभुत्व विभूतु आकाशः न विभुः आकाशः विभुः भोः परन्तु विभुः इत्युक्ते आकाशः नास्ति विभुः इत्युक्ते किं विभुत्वं तत्तु गुणः अस्ति विभुत्वं न भगिनी विभुद्रव्यम् इत्युक्ते किं विभुतु आकाशः न सुनील् महोदय किञ्चित् स्मारयति वा विभुत्वम् इत्युक्ते किम् इति विभुद्रव्यं तत्र नाशः नास्ति पुनः तस्य कार्यमपि न जनयति स सर्वदा अस्ति इति कार्यं न जनयति इति न, परन्तु यस्मिन् क्रिया नास्ति तादृशद्रव्यम् अस्ति विभुद्रव्यं, यस्मिन् क्रिया अस्ति सः मूर्तद्रव्यं। तर्हि आकाशः, कालः, दिक्, आत्मा इति विभुद्रव्याणि। कालः अपि विभुः, आकाशः अपि विभुः, दिक् भगिनि एकवारं वदतु। यस्मिन् द्रव्ये क्रिया नास्ति तादृशं द्रव्यं विभुद्रव्यं। कालः, आकाशः, कालः, दिक्, आत्मा इति प्रथमपुटे पश्यति चेत् तत्र पृथ्वी, जलं, तेजः, वायु अपि च मनः इति मूर्तद्रव्यम्, आकाशः, कालः, दिक्, आत्मा इति विभुद्रव्यम्। तदेव अस्तु, विभुद्रव्यम् अस्तु। विभुत्वं सर्वं सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव। सर्वमूर्तैः सर्वमूर्तैः इत्युक्ते अर्थं न जानामि भगिनि। इदानीमेव उक्तवती खलु भगिनी मूर्तद्रव्यम् इति, इत्युक्ते यस्मिन् क्रिया अस्ति सः मूर्तद्रव्यं। सर्वमूर्तैः इत्युक्ते सर्वे मूर्तद्रव्याः, तैः सह विभुद्रव्यस्य संयोगः भवति इति। तैः सह संयोगः तत् निरूपणे उक्त एव। अस्तु, तत् निरूपणे इत्युक्ते कस्य निरूपणे? निरूपणे इत्यत्र सः संयोगः तत् निरूपणे, तत् तु रामस्य शरीरं भगिनी। तत्र वाक्यं किम् अस्ति? तन्निरूपणे उक्तः एव इति अस्ति खलु। कस्य निरूपणे वयम् एतस्य विषये पठितवन्तः, पूर्वं पठितवन्तः। कस्य निरूपणे? निरूपणावसरे कालस्य सर्वमूर्तैः सह संयोगः इत्यस्मिन् विषये कुत्र पठितवन्तः पूर्वं? परम्परासम्बन्धः तत् निरूपणे। सम्यक् न भगिनी, भवती अवगच्छति वा इति मम प्रायः न अवगच्छति इति चिन्तयामि। तत्र वाक्यं किम् अस्ति? कालस्य विभुत्वम् इत्युक्ते काले, कालः इति विभुद्रव्यम् अस्ति। एकक्षणम्, एकक्षणं शृणोतु प्रथमं, क्षम्यतां। कालस्य विभुत्वं, यदा कालस्य विभुत्वम् अस्ति तर्हि कालः इति विभुद्रव्यं, तस्य सर्वमूर्तैः सह संयोगः इति पूर्वम् उक्तवन्तः इति अस्ति। पूर्वम् उक्तवन्तः इत्युक्ते परम्परासम्बन्धः कुतः आगतः अत्र? पूर्वं कस्य निरूपणे एतस्य विषये पठितवन्तः? किञ्चित् ऊहां करोतु, अत्र अत्र कस्य विषये अस्ति वाक्ये? कस्य संयोगः सर्वमूर्तैः सह अस्ति प्रथमम्? कालस्य खलु। तर्हि यदा कालस्य निरूपणं पूर्वं वयं पठितवन्तः, तत्र वयं महाकालः इति सर्वमूर्तसंयोगी इति वयं पठितवन्तः। प्रायः भवती न स्मरति इति चिन्तयामि, सप्तषष्टितमे न क्षम्यतां षष्टितमे पुटे अस्ति एतस्मिन् विषये। तत्र कृपया कक्षा अनन्तरं तत् पठतु किञ्चित् स्मरणार्थं, स्मरणार्थं पठतु। हा, अग्रिमवाक्यं भगिनि। एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च। एक एव कालः तपनेन, तपनेन तु सूर्य इति तपनः सूर्य न सत्यं, द्विसमये कथम् उच्यते? विशेषणविशेषभावः तपनेन सूर्येण इति एकमेव। तपनेन तु बहु उष्णमस्ति इति न सत्यम्। एक एव कालः तपनेन सूर्येण सह संयुक्तं रामशरीरेण च. एक एव तु एका तु तत् मूर्तव्यः न उच्यते न एक एव कालः. एक एव कालः इत्युक्ते किमर्थं मूर्तद्रव्यं न अवगच्छामि, किमर्थं तथा वदति? एक एव कालः तु तत् कालः एव तपनेन सूर्येण सह संयुक्तः शरीर रामशरीर शरीरः कालः शरीरेण संयुक्तः इति वद्यते. हा इत्युक्ते कालः सूर्येण सह अपि संयुक्तः, रामशरीरेण सह अपि संयुक्तः इति कृत्वा एव सूर्यस्य क्रिया रामशरीरे आगता खलु. यतोहि सूर्यस्य क्रिया सूर्ये अस्ति, सूर्यः संयुक्तः अस्ति कालेन, कालः रामशरीरेण इत्येव तत्र चित्रमपि पश्यतु. कालः एकः एव परन्तु तपनेन सूर्येण इत्युक्ते सूर्येण सह अपि संयोगसम्बन्धेन अस्ति, रामशरीरेण सह अपि संयोगसम्बन्धेन तिष्ठति इति कृत्वा क्रिया रामशरीरे आगता. अस्तु भगिनि, अहं तु स्वरेण अर्थम् आयाति मम, क्षम्यताम्. न चिन्ता नास्ति भगिनि, तत्र तत्र अवगन्तव्यम्, अपि च न अवगच्छति चेत् प्रष्टव्यं खलु. तत्र नो चेत् मम अहं चिन्तयामि भवती अवगच्छति इति, परन्तु अत्र भाति भवती न अवगच्छति इति. शृणोमि तु अवगच्छामि, तत्तु मनसि नास्ति तिष्ठति, तत्तु बहु चिन्ता नास्ति. अस्तु अग्रे पठतु, एतत् समापयतु, तदनन्तरं पश्यामि. एवं च परम्परासम्बन्धे स्वं रविक्रिया स्वाश्रयः रवि स्वाश्रयसंयुक्तः कालः स्वाश्रयतपन संयुक्तकालसंयुक्तं संयुक्तकालसंयुक्तं रामशरीरम्. अस्तु एवं च परम्परासम्बन्धे तत्तु काल एवं तु कालं नास्ति, परम्परासम्बन्धे त्वं रविक्रिया तत्तु इदानीं चर्चा कृतं. सूर्यस्य क्रिया स्वाश्रयः रविः, स्वाश्रयसंयुक्तः कालः, स्वाश्रयतपनसंयुक्तकालसंयुक्तं रामशरीरम् इदे इदानीं चर्चा कृतं न अवगच्छति खलु. तत्र क्रिया तत्र चित्रं पश्यामः चेत् क्रिया यदस्ति तत् स्वं रविक्रिया इति, तस्य आश्रयः यत् तपनः अस्ति इत्युक्ते रविः इति, स्व आश्रयसंयुक्तः इति कालः, स्व आश्रयसंयुक्त कालसंयुक्तं रामशरीरम् इति. अतः संयुक्तत्वं रामशरीरे अस्ति इति, अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता. अस्तु अस्तु, इदानीमेव चर्चा क्रियं न कृतं न सूर्यक्रिया रामशरीरे कथम् आगता तथैव रामशरीरे क्रिया समवायसम्बन्धेन तपनः स्वसमायसम्बन्धेन संयुक्तसम्बन्धेन कालः तत्संयुक्तसम्बन्धेन रामशरीर. उत्तमम्. इदानीं अग्रे अपि तत्र चित्रपर्यन्तं समापयतु भगिनि. इत्थमेव इत्थमेव च ताः क्रियाः लक्ष्मणशरीरे अपि सन्ति. स्वं क्रिया स्वाश्रयः तपनः तत्संयुक्तः कालः तत्संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतोः. तथैव लक्ष्मणशरीरे तु क्रिया समायसम्बन्धेन तपनः तत् संयुक्ते कालः तत् संयुक्ते लक्ष्मणशरीरः. अत्र तत्संयुक्तः कालः इत्यत्र तत् इत्युक्ते किम्? कालसंयुक्ते न न तत्संयुक्तः कालः इति अस्ति खलु, तर्हि तत्र तत् इत्युक्ते किं? तपनः. हा तपनः, उत्तमं. तत्संयुक्तत्वं लक्ष्मणशरीरे अत्र तत् इत्युक्ते किं? तत् कालः. उत्तमं. तर्हि तत्र स्वम् इति पुनः क्रिया रविक्रिया अथवा सूर्यस्य क्रिया, तस्य आश्रयः अस्ति तपनः, तपनेन संयुक्तः कालः, कालेन संयुक्तत्वम् इति रामशरीरे, कालेन संयुक्तः रामशरीरः अथवा लक्ष्मणशरीरे कालसंयुक्तत्वम् इति अस्ति. अस्माभिः रविक्रियाः आनीताः, एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः. अस्तु भगिनि, उत्तमम्. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? एकवारं तत्र चित्रं प्रतिपादयित्वा अनन्तरं. अत्र सूर्ये क्रिया अस्ति समवायसम्बन्धेन. सूर्यः संयोगसम्बन्धेन कालेन सह अस्ति, कालः संयोगसम्बन्धेन रामशरीरे अस्ति. अतः क्रिया इति स्वम् इति भवति. अतः सूर्यक्रिया परम्परासम्बन्धेन रामशरीरे अस्ति. उत्तमं. तर्हि इदानीं तपनः अपि च कालः, तयोः मध्ये संयोगसम्बन्धः अस्ति खलु, तर्हि तस्य अधिकरणं किम्, आदेयः कः? अत्र संयोगसम्बन्धः अस्ति इति कारणेन संयोगः द्वयोरपि अस्ति, स्थपने अपि अस्ति, काले अपि अस्ति. परन्तु अत्र इदानीं काले इति कालः इति अधिकरणम् अस्ति. कालः इति किमर्थं तथा? अत्र चित्रे तादृशम् इति चिन्तयामि. अत्र किमर्थम् इत्युक्ते न तत्र चित्रे तादृशम् अस्ति यतोहि तत्र क्रियातः रामशरीरपर्यन्तं सम्बन्धः आनेतव्यः इति कृत्वा. परन्तु मम प्रश्नः भिन्नः, इत्युक्ते तपनः अपि च कालः, तयोः मध्ये यः संयोगसम्बन्धः अस्ति, तस्य अधिकरणं किम्, आदेयः कः इति. यतो इत्युक्ते तत्र उत्पीठिकायां पुस्तकमस्ति चेत् तत्रापि संयोगसम्बन्धः अस्ति, संयोगः इति द्विनिष्ठः इति कृत्वा उत्पीठिकायामपि संयोगसम्बन्धः अस्ति, पुस्तके अपि अस्ति. परन्तु उत्पीठिका इति अधिकरणं, पुस्तकम् इति आदेयः इति वदामः खलु, इत्युक्ते उत्पीठिकायां पुस्तकमस्ति, पुस्तके उत्पीठिका नास्ति. सत्यं? तर्हि तत्र उत्पीठिका इति अधिकरणं, पुस्तकम् इति आदेयः इति. तद्वत् अत्र तपनः अपि च कालः तयोः मध्ये, अथवा कालः अपि च रामशरीरं, तदपि स्वीकर्तुं शक्नुमः. तयोः मध्ये अधिकरणं किम्, आदेयः कः? अत्र काल तपनकालयोः मध्ये कालः अधिकरणं, तपनः अधेयः इति चिन्तयामि. इत्युक्ते काले एव तपनः अस्ति इति कारणेन. अनन्तरं तर्हि रामशरीरे कालः अस्ति वा? यतोहि तत्र शारानुगुणं गच्छामः चेत् कालः अपि च रामशरीरमध्ये शरः रामशरीरं प्रति गच्छति खलु, तर्हि रामशरीरे कालः अस्ति वा? न रामशरीरमपि काले अस्ति इत्युक्ते अत्र हा परन्तु वस्तुतः तथा नास्ति इत्युक्ते संयोगः इति सम्बन्धः यदा संयोगसम्बन्धः विभुद्रव्येण सह भवति तदा तत्र पूर्वं वयं दृष्टवन्तः वृत्ति अन्नियामकसम्बन्धः इति यथा घट आकाशयोः मध्ये घटः अपि आकाशे आकाशः अपि घटः घटे इति तत्र वृत्ति अन्नियामकसम्बन्धः इत्युक्ते कः आदेयः कः अधिकरणम् इति नियमेन वक्तुं न शक्नुमः इति वयं पूर्वम् उक्तवन्तः व्यवहारे न परन्तु काले तपन यदा भवान् उक्तवान् तत् सत्यम् इत्युक्ते काले तपनः अस्ति काले रामशरीरम् अस्ति परन्तु तत्तु कालिकसम्बन्धेन यदा कालिकसम्बन्धः इति वदामः तर्हि कालः इति अधिकरणं काले तपनः अस्ति यदा वयं अस्मिन् काले सः अस्ति इति वदामः चेत् तत्र कालिकसम्बन्धः अस्ति न तु संयोगसम्बन्धः अत्रापि लघुत्वं स्वीकृत्य व्यवहारे एवमेव इति अपि वक्तुं शक्नुमः किल अत्र न तथा तत्र लघु व्यवहारे यदा वयं वदामः तदा कालिकसम्बन्धः एव संयोगसम्बन्धः न स्वीकुर्मः अस्तु महोदय अतः काले तपनः अस्ति रामशरीरमपि अस्ति काले तपनः अस्ति कालिकसम्बन्धेन कालिकसम्बन्धेन संयोगसम्बन्धः इति यदा वदामः तदा काले तपनः अस्ति तपने कालः अस्ति इत्युक्ते द्वयमपि भवति तदर्थमेव तत्र वृत्ति अन्यामकसम्बन्धः इति स्पष्टं खलु स्पष्टम् अग्रे पठामि वा हा पठतु महोदय परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततःपूर्वं काश्चन क्रियाः रामशरीरे आगताः तासाम् आश्रयः लक्ष्मणशरीरं नैव भवितुमर्हति कथं हि तत् अनुत्पन्नमेव क्रियाणाम् आश्रयः भवेत् ताश्च काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रिया सम्बन्धमिति रामः ज्येष्ठः इति व्यवह्रियते रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरमिति लक्ष्मणः कनिष्ठः भवति पुनः अहम् एकैकवाक्यं पठामि परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततःपूर्वं काश्चन क्रियाः रामशरीरे आगताः अतः इदानीं तपनक्रिया लक्ष्मणशरीरे परम्परासम्बन्धेन अस्ति तपनक्रिया रामशरीरे परम्परासम्बन्धेन अस्ति लक्ष्मणशरीरे या क्रिया अस्ति तत्पूर्वमेव रामशरीरे तपनक्रिया आगता तासाम् आश्रयः लक्ष्मणशरीरं नैव भवितुमर्हति अत्र पूर्वं आगतः क्रिया लक्ष्मणशरीरे नास्ति इत्युक्ते रामशरीरे पूर्वम् आगता क्रिया कथं हि तत् अनुत्पन्नमेव क्रियाणाम् आश्रयः भवति इत्युक्ते लक्ष्मणः लक्ष्मणस्य जन्म अनन्तरमेव अभवत् इति कारणेन अत्र सा क्रिया लक्ष्मणशरीरे भवितुं न अर्हति या क्रिया रामशरीरे आसीत् याः क्रियाः रामशरीरे पूर्वं आसीत् तास्य काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रियासम्बन्धमिति रामः ज्येष्ठः इति व्यवह्रियते अत्र काश्चन क्रियाः रामशरीरे अभवत् इति कारणेन लक्ष्मणशरीरे ताः क्रियाः न आगताः अतः अधिकाः क्रियाः रामशरीरे पूर्वमेव अभवन् लक्ष्मणशरीरस्य अपेक्षया. अतः अत्र रामः ज्येष्ठः इति अत्र व्यवहारे वयं वदामः. रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरमिति लक्ष्मणः कनिष्ठः भवति. अतः अत्र पूर्वक्रिया रामशरीरे आगताः ताः क्रियाः लक्ष्मणशरीरे न्यूनमेव आगताः इति कारणेन लक्ष्मणः कनिष्ठः भवति इति. अत्र क्षम्यताम्, अत्र वर्गे अन्यप्रश्नः आसीत् अत्र केवलं क्रियाः एव इति स्वीकृत्य किञ्चित् क्लेशः भवति इति. इत्युक्ते पूर्वमेव काले अभवत् इति एव स्वीकरणीयमिति. हा सत्यम्, इत्युक्ते तत्र केवलम् अधिकक्रिया इति वदामः चेत् यः यस्य आयुः अधिकमस्ति तस्मिन् क्रियाः अधिकाः भवेयुः खलु इति कृत्वा तर्हि तत्र परन्तु ज्येष्ठः कनिष्ठः इत्यस्य प्रसङ्गः तथा नास्ति वस्तुतः. इत्युक्ते केवलम् अधिकाः क्रियाः इति न, परन्तु पूर्वं या क्रिया उत्पन्ना सा नास्ति इति कृत्वा ज्येष्ठः, इत्युक्ते कालस्य इत्युक्ते तादृशचिन्तनमपि तत्र अपेक्षितं, केवलं अधिकाः क्रियाः इत्येव मास्तु इति अत्र आसीत्. एतत् सर्वं तु वयं पूर्वं पठितवन्तः इति कृत्वा किञ्चित् वेगेन कर्तुं शक्नुमः. तत्र प्रश्नः अस्ति चेत् अथवा इतोपि अन्यचिन्तनं किमपि अस्ति चेत् निश्चयेन वयं तस्मिन् विषये किञ्चित् चर्चयितुं शक्नुमः, नो चेत् अग्रे सरेम. भगिनी, तत्र किमपि प्रश्नः अस्ति वा? मम प्रश्नः नास्ति इदानीम्. अस्तु, पुष्पा भगिनी, भवत्याः प्रश्नः अस्ति वा? सम्यक् अर्थम् आयाति, वदनं सम्यक् न आगच्छति. हा हा, चिन्ता नास्ति, परन्तु प्रश्नः नास्ति खलु, सर्वं स्पष्टम् एतावत् पर्यन्तम्. अस्तु, हा अग्रे पठतु महोदय. तथा च तादृश अधिकसूर्यक्रियावति शरीरे परत्वाख्यः गुणः, तादृशन्यूनक्रियावति शरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते. अत्र अधिकक्रिया शरीरे क्रियाः अधिक शरीरे अस्ति इति कृत्वा अत्र परत्वाख्यः गुणः इति वदामः. अत्र परत्वम् अस्ति, न्यूनक्रिया क्रियाः शरीरे सन्ति इति कारणेन तत्र अपरत्वगुणः अस्ति इति वैशेषिकैः इदानीम् अत्र अङ्गीक्रियते. एकक्षणम्, अत्र अधिकसूर्या क्रियवती शरीरे इत्युक्ते तत्र तादृशाधिकसूर्यक्रियावति इति तत्र किञ्चित् तस्य पदपरिचयः करोति वा? अत्र शरीर सूर्यक्रिया पूर्वं वयं दृष्टवन्तः, सूर्यक्रिया सूर्ये अस्ति, परम्परासम्बन्धेन शरीरे सा क्रिया आगच्छति. अनन्तरं रामस्य लक्ष्मणस्य तत्र उदाहरणे रामस्य शरीरे पूर्वमेव क्रियाः आगताः, अतः तत्र रामस्य शरीरं तादृश अधिकसूर्यक्रियावती अस्ति. सत्यं, बहु सम्यक्. इदानीं तादृश अधिकक्रिया सूर्यवती इति तस्य विभक्ति का प्रातिपदिकं किम्? तादृश अधिकसूर्यक्रिया क्रियावती इति एव स्वीकुर्मः. तत्र किञ्चित् लाघवस्य लाघवं भवति तेन. सूर्यक्रियावती इति स्वीकुर्मः चेत् तत्र तस्य विभक्ति का इदानीम् इत्युक्ते तत् पदं तत्रापि शतृप्रत्ययं किल, अत्र शरीरे अत्र सप्तमी शत्रुसप्तमी किल, तत्र सप्तमी इति सत्यं परन्तु शत्रुप्रत्ययः वा अत्र? तत्र शत्रुप्रत्ययः इत्युक्ते धातुः कः, कः धातोः शत्रुप्रत्ययः क्रियावत् इति? ओ क्रियावति गच्छति, गच्छन् गच्छति इति सप्तमी भवति, तादृशमिति चिन्तितवान्. तादृशं नास्ति वा? तत्र वस्तुतः क्रियावत् इति मतुप्रत्ययः खलु. क्रिया अस्मिन् अस्य अस्मिन् वा इति इत्युक्ते शरीरम् इत्यस्य विशेषणं सूर्यक्रियावत् इत्युक्ते शरीरे सूर्यक्रिया अस्ति इति कृत्वा शरीरं सूर्यक्रियावत्, तर्हि शरीरे सूर्यक्रियावति इति तत्र सप्तमी. सप्तमी इति सत्यं परन्तु तत्र विशेषणविशेष्यभावः दीर्घैकारान्तं अहं चिन्तितवान्. दीर्घ गन्धवति पृथिवी इति तादृश अत्र दीर्घैकारान्तमस्ति. न गन्धवति पृथिवी इति दीर्घ इकारान्तः अस्ति परन्तु तत्र लिङ्गभेदः अस्ति खलु. अत्र पृथ्वी इति पृथ्वी इत्यस्य लिङ्गं किम्? अत्र स्त्रीलिङ्गं भवति. इति कृत्वा तत्र प्रथमा विभक्ति वस्तुतः गन्धवती पृथ्वी इति दीर्घीकारान्तः प्रथमा विभक्त्याम्. अत्र सप्तमी विभक्ति खलु यथा भवान् उक्तवान्. तर्हि तत्र प्रथमा विभक्ति किं भवति? क्रियावत् इति वा? हा क्रियावत् शरीरम्. सूर्यक्रियावति शरीरे सप्तमी. अत्र परत्वाख्यः गुणः भवति. परत्वाख्यः गुणः, परत्वाख्यः इत्युक्ते किम्? आख्यः इत्युक्ते अत्र परत्वम् अस्ति इति एव. आख्य इत्युक्ते आख्यः इत्युक्ते नाम्ना इति वक्तुं शक्नुमः. परत्वम् इति गुणः, परत्वम् इति गुणः, तादृशन्यूनक्रियावती शरीरे अपरत्वम् इति गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते. अत्र वैशेषिकैः इति किमर्थमस्ति इति अपि पूर्वं चिन्तितम् अस्माभिः. तत्र वैशेषिकः अपि च न्यायशास्त्रम् इति तयोः मध्ये साम्यमस्ति इति कृत्वा तस्य पठनं साधारणतया तस्य तयोः दर्शनशास्त्रयोः मेलनम् अस्ति, किञ्चित् साम्यमस्ति इति कृत्वा. तर्हि वैशेषिकाः तु पदार्थपरः अपि च नैयायिकैः प्रमाणपरः इति उच्यते. इत्युक्ते पदार्थस्य विषये वैशेषिकानां मतमेव साधारणतया नैयायिकैः अपि अङ्गीक्रियते इति कृत्वा अत्र वैशेषिकैः इत्युक्ते अत्र पदार्थस्य प्रसङ्गः इति कृत्वा वैशेषिकैः तथा अङ्गीक्रियते इति अत्र उक्तम्. अस्तु, अग्रे महोदय, अग्रे एवं करोतु. तत्र परिच्छेदः सम्पूर्णं पठित्वा पश्यामः. एतो एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः. महाकालनिरूपणाधीनो एतौ गुणौ तदुपाधिभूताः याः रविक्रियाः तन्निरूपणाधीनो च. अतः कालिकपरत्वं कालिक अपरत्वमिति च तयोः संज्ञा. सर्वं त्रिदत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतम् अपरत्वं कनिष्ठे कालकृतम् अपरत्वम् इति. अतः अत्र एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः. अतः अत्र परत्वाख्यगुणः अपरत्वाख्यगुणः इति द्वौ स्वीकृत्य सर्वत्र ज्येष्ठः कनिष्ठः इति वदामः. अतः तत् तेषां तयोः बोध्यं कर्तुं शक्नुमः. महाकालनिरूपणादिनौ एतौ गुणौ तदुपाधिभूताः याः रविक्रियाः तन्निरूपणादिदिनौ च. अत्र महाकालनिरूपणादीनौ एतौ गुणौ यत्र महाकालनिरूपणं भवति अत्र परत्वमपरत्वमिति गुणौ अपि स्वीकृत्य पूर्वम् उक्ताः रविक्रियाः अपि. महोदय क्षम्यताम्, तत्र महाकालनिरूपणादीनौ एतौ गुणौ, प्रथमम् एतौ गुणौ इत्युक्ते कौ? परम् अपरत्वम् इति. परत्वम् अपरत्वम् इति. परत्वम् अपरत्वम्. हा, एतौ गुणौ महाकालनिरूपणादीनौ इत्युक्ते किम्? महाकालनिरूपणाधीनौ तदेव किल अत्र परत्वं परमपरत्वं. सत्यं, परन्तु सत्यं तत्र परत्वम् अपरत्वम् इति महाकालनिरूपणादीनौ इति एव. परन्तु महाकालनिरूपणादीनौ इत्युक्ते किम्? इत्युक्ते अत्र महाकाल महाकाल निरूपणेन एव अथवा महाकालं स्वीकृत्य एव एतौ गुणौ स्तः इति. हा, इत्युक्ते महाकाल, हा सत्यम्, इत्युक्ते महाकालस्य आधारेण एव एतौ गुणौ निरूप्यते इति. तद् उपाधिभूताः याः रविक्रियाः, अत्र रविक्रियया एव तयोः उत्पन्नः अपि भवति इति. इत्युक्ते तत् उपाधिभूताः इत्युक्ते किं प्रथमं? कस्य उपाधिभूताः? तत्रापि तत्र क्रियायाः किल? न, तत्र तदुपाधिभूताः इति प्रथमं कस्य विशेषणम्? रविक्रियायाः इति चिन्तयामि. हा, रविक्रियायाः विशेषणमस्ति तदुपाधिभूताः इति. तत्र तत् उपाधिभूताः इत्यत्र तत् इत्युक्ते किम्? कस्य उपाधिः, कस्य उपाधिभूताः अस्ति रविक्रियाः? यदा कालस्य निरूपणे वयं पठितवन्तः तदा उपाधिः इति विषये पठितवन्तः, स्मरति वा? अत्र यत्र क्रिया इत्युक्ते कालस्य मापनं क्रिया उपयुज्य क्रियते इति तत्सर्वं, तदनन्तरम् उपाधिः इत्यपि वयं दृष्टवन्तः. तर्हि रविक्रियाः इति काल उपाधिभूताः. क्रियाः तन्निरूपणादि काल उपाधिभूताः याः क्रिया रविक्रियाः इति वदामः तन्निरूपणादीनौ च इत्युक्ते रविक्रियाः कालस्य निरूपणाधीनौ अत्र द्विया भवति अत्र द्विवचनं भवति अत्र गुणः एव अत्र परत्वमपरत्वम् इति अपि सत्यं तर्हि परत्वमपरत्वम् इदानीम् अत्र तन्निरूपणादीनौ इत्यत्र तत् इत्युक्ते किम् तत्र कालः एव कालः तु पूर्वमुक्तं महाकालनिरूपणादीनौ इति पुनः किमर्थं तन्निति अस्ति अत्र तर्हि अत्र उपाधिः निरूपणाधीनौ च तद् उपाधिभूताः निरूपणादि इत्युक्ते रविक्रियाः रविक्रियानिरूपणादीनौ च इति इत्युक्ते महाकालस्यापि महाकालस्यापि आवश्यकता स्वीकरणीया अपि च क्रियायाः अपि स्वीकार्यमस्ति खलु यतोहि क्रिया उपयुज्य एव वयम् इदानीं कः ज्येष्ठः कः कनिष्ठः इति उक्तवन्तः अधिकक्रिया अस्ति इति कृत्वा रामः ज्येष्ठः अभवत् अल्पक्रिया अथवा न्यूनक्रिया अस्ति इति कृत्वा लक्ष्मणः कनिष्ठः इति उक्तवन्तः खलु तर्हि क्रियादीनः अपि अस्ति क्रियानिरूपणादीनः अपि अस्ति कालनिरूपणादीनः अपि अस्ति परत्वम् अपि च अपरत्वमपि स्पष्टं वा अहं पुनः वक्तुं प्रयत्नं करोमि इत्युक्ते अत्र परमपरत्वम् इति परत्वमपरत्वम् इति गुणद्वयं तद् अत्र कालनिरूपणाधीनौ स्तः अनन्तरं उपाधिभूताः रविक्रियायाः उपाधिरूपणाधीनौ सः अस्तस्तः अपि इत्युक्ते कालस्य च रविक्रियायाः उपाधिः अस्ति इति क्रिया इति न न कालस्य रविक्रियाः उपाधिः अस्ति इति नास्ति खलु इत्युक्ते कालस् परत्वम् अपरत्वम् इति गुणद्वयमस्ति तस्य तौ गुणौ कालादीनः अपि च क्रियादीनः इति एव कालाधीनः कालाधीनौ क्रियाधीनौ इदानीं स्पष्टमेव परन्तु वक्तुं क्लेशः अस्ति न चिन्ता नास्ति महोदय तत्र किञ्चित् अग्रे पठामि हा पठतु अतः कालिकपरत्वं कालिका अपरत्वम् इति च तयोः संज्ञा अतः एवं स्वीकृत्य अत्र कालिकपरत्वं कालिका अपरत्वम् इति अत्र नामकरणं भवति तयोः सर्वं चैदत् अभिसन्ताय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वमिति अतः अत्र एवं स्वीकृत्य पूर्वमेव अत्र मूलवाक्यमस्ति ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वमिति अत्र मूल वाक्यमस्ति मूलमित्युक्ते तत्र तर्कसङ्ग्रहः इति अस्माकं मूलग्रन्थः तस्मिन् तादृशवाक्यमस्ति इति एतादृशपदार्थे सिद्धे च लक्षणमिति सुगमम् तदादौ एकनिमिषम् अक्यः तु नाम्ना न नाम्ना इति सूचितं न आख्यः तु नाम्ना. आख्यः इत्युक्ते परत्वाख्यः गुणः इत्युक्ते परत्वम् इति नाम्ना यः गुणः अस्ति सः इति. अभिसन्धाय इत्युक्ते एतत् सर्वं स्वीकृत्य मनसि निधाय इति. हा हा पठतु महोदय. अन्य को प्रश्नः अस्ति वा? हा पठतु महोदय. एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमम्. तदादौ दिक्कृतपरत्वावृत्तयोः लक्ष्मणे चिन्तयामः. लक्षणे चिन्तयामः. ते च परत्वावृत्ते ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते. तादृशाख्यव्यवहारणे तादृशव्यवहारेण श्रोतुः ज्ञानमुत्पद्यते. तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रो विशेषविद्यया च अवभासेति. प्रकारतावच्छेदकं च परत्वत्वम् अपरत्वत्वं जातिद्वयम्. एवं वरं करोमि वा अथवा अग्रिमपुटे? न, एतत् प्रथमं पठित्वा अग्रे चलेम महोदय. एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमम्. अत्र एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमम्. अत्र रामलक्ष्मणशरीरम् इति अर्थः किल? रामलक्ष्मण तत्र पदार्थः इत्युक्ते कः? इत्युक्ते इदानीं वयं कस्य पदार्थस्य विषये चिन्तनं कुर्वन्तः स्मः? आम्, अत्र इदानीं विभु कालः इति विभुपदार्थः विभुद्रव्यम्. न परापरत्वनिरूपणं. हा, परत्वम् अपरत्वम् इति विषयः खलु. गुणः अपि पदार्थः एव खलु. तर्हि पदार्थे इत्युक्ते परत्वम् अपरत्वम् इति पदार्थद्वयं, तत्र द्विवचनम्. एतादृशपदार्थे सिद्धे लक्षणमपि सुगमम् इत्युक्ते अत्र परत्व अपरत्वस्य लक्षणं सुगमं भवति इति एव. सत्यम्. अत्र वस्तुतः सतिसप्तमी इति चिन्तयामि, न तु द्विवचनम्. एतादृशपदार्थे हा लक्षणमपि सुगमं. सत्यं. एकक्षणं पुष्पा भगिनी. सप्तमी न सिद्धे? हा, पदार्थे सिद्धे इति सतिसप्तमी. तत्तु सिद्धनम् एतादृशे सिद्धनं कृते चेत् तत्तु विवरणं सुगमम् इति वदति. सत्यम्. इत्युक्ते एतादृश इत्युक्ते पदार्थस्य इदानीम् अवगमनम् अभवत् इति कृत्वा लक्षणं सुगमम् इत्युक्ते तत्र अधिकक्लेशः नास्ति इति. लक्षणस्य विषये क्लेशः नास्ति इति. सुखेन प्राप्तुं शक्नुमः लक्षणस्य विवरणमपि इति. तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः. अतः वयमिदानीं दिक्कृतं कालकृतम् इति द्विविधं परत्वापरत्वं दृष्टम्. अतः अत्र प्रथमं दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तनं कुर्मः. ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते. अत्र दिक्कृतम् इति चेत् अत्र परत्वापरत्वस्य ज्ञानं कृत्वा एव कः परः कः अपरः इति वक्तुं शक्नोति अथवा वदति वदति तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते अतः अत्र परः अपरः इति श्रुत्वा श्रोतुः मनसि ज्ञानम् उत्पद्यते तत्र व्यवहारः इत्युक्ते किं परः अपरः इति शब्दः किल न न व्यवहारः इति पारिभाषिकपदं खलु व्यवहारः इत्युक्ते किं व्यवहारः इत्युक्ते शब्दः ज्ञानं जनयति इति व्यवहारः हा ज्ञानजनकशब्दप्रयोगः इत्येव व्यवहारः तर्हि तादृशदा चैत्रः मैत्रः इति कश्चन वदति क्षम्यतां परः अपरः इति कश्चन वदति तत् श्रुत्वा यः शृणोति तस्य मनसि ज्ञानं भवति तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेषविद्येया च अवभासेते अतः अत्र परत्वापरते प्रकारता अस्ति सा तया प्रकारतया चैत्रमैत्रौ विशेष्यते इति अस्माकं मनसि ज्ञानम् उत्पद्यते किमर्थं तत्र चैत्रमैत्रयोः प्रकारता अस्ति पूर्वं वयम् अत्र किं ज्ञानस्य विषये दृष्टवन्तः अत्र ज्ञानं चैत्रे वा मैत्रे अस्ति चेत् तत्र न न ज्ञानं चैत्रे वा मैत्रे वा अस्ति चेत् इति नास्ति खलु किञ्चित् भिन्नं तत्र इत्युक्ते इदानीम् आकारः अस्ति अहं भवन्तं वदामि चैत्रः परः इति इत्येव तत्र इदानीं व्यवहारः खलु चैत्रः परः इति इदानीं परः इति श्रुत्वा भवतः मनसि तत्र कश्चन ज्ञानं भवति तस्मिन् ज्ञाने चैत्रः इति परः इति अथवा परत्वम् इत्यस्मिन् प्रकारता अस्ति किमर्थमस्ति तादृशविशेषणेन एव इत्युक्ते यदा वयं पूर्वम् उदाहरणं दृष्टवन्तः खलु भूतलं घटवत् इति अत्र भूतलं घटवत् इत्युक्ते भूतलम् इति विशेष्यं घटः इति विशेषणम् इति कृत्वा घटे प्रकारता अस्ति भूतले विशेष्यता अस्ति इति वयम् उक्तवन्तः तर्हि तत्र विशेषणविशेष्यभावः अस्ति तादृश आकारः अस्ति तत्र चैत्रः परः इत्यस्मिन्नपि तर्हि परः इति विशेषणं चैत्रः इति विशेष्यं विशेषणे प्रकारता अस्ति विषयः इत्युक्ते विशेष्यः अस्ति चैत्रः तस्मिन् विशेष्यता अस्ति इति कृत्वा परत्वम् अपि च अपरत्वं प्रकारत इत्यस्मिन् यः प्रकारता अस्ति तया प्रकारतया चैत्रः अपि च मैत्रः तस्य निरूपणं भवति इति एकक्षणं महोदय पुष्पा भगिनी वदतु तत् प्रकारता तु विशेषता घटे अस्ति प्रकारता कपाले न न न न भगिनि अत्र अत्र उदाहरणम् आसीत् अस्माकम् आकारः आसीत् भूतलं घटवत् इति तत्र कपालः इत्यस्य प्रसङ्गः नास्ति भूतलं घटवत् इति भूतलम् इति विशेष्यं घटः इति विशेषणं तर्हि विशेष्ये विशेष्यता अस्ति इत्युक्ते भूतले विशेष्यता घटः इति विशेषणम् इति कृत्वा तस्मिन् प्रकारता अस्तु एतत् सर्वं वस्तुतः त्रित्रिंशत्तितमे पुटे इति चिन्तयामि एकक्षणम् अस्ति भगिनि त्रित्रिंशत्तितमे पुटे एतत् सर्वम् अस्ति पुनः एकवारं गृहपाठरूपेण कृपया पठतु एतत् यतोहि पुनः पुनः एतस्य प्रसङ्गः आगच्छति तर्हि किञ्चित् सम्यक् अवगमनं अस्ति चेत् अस्तु. सकारतावच्छेदकं च परत्वत्वम् अपरत्वत्वं जातिद्वयम्. अतः अत्र परत्वत्वम् अपरत्वत्वम् इति प्रकारतया अत्र अवच्छेदकं भवति. परत्वम् अपि च परत्वत्वं तयोः कीदृशसम्बन्धः, किमर्थं प्रकारतया अवच्छेदकं भवति परत्वत्वं न तु परत्वम्? अत्र परत्वत्वेन एव अत्र प्रकारता प्रकारता वक्तुं शक्नुमः. अत्र इत्युक्ते अत्र चैत्रः परः इति वदामः चेत् अत्र परः इति प्रकारता अस्ति. अत्र महोदय भवान् किञ्चित् सो तत् इत्युक्ते प्रत्येकं सोपानेन गच्छामः किञ्चित् तत्र भवान् अग्रे गतवान् अस्ति. तर्हि चैत्रः परः इत्यस्मिन् चैत्रः अत्र चैत्रः इति विशेष्यं, विशेषणं किम्? परः भूतलं घटवत् इत्यत्र विशेष्यं किं, विशेषणं किम्? विशेष्यं भूतलं, घटः विशेषणं. तर्हि चैत्रः परः इत्यत्र विशेषणं किम्? चैत्रः विशेष्यं, विशेषणं परत्वं. परत्वं खलु, इत्युक्ते बालकः उन्नतः इति अस्मिन् विशेषणं किं, बालकः इति विशेष्यं, विशेषणं किम्? अत्र उन्नतत्वमेव, औन्नत्यम् अथवा उन्नतत्वं खलु. उन्नतः इति बालकः एव, तस्मिन् विद्यमानम् औन्नत्यम् इति गुणः एव विशेषणं. तर्हि परत्वम् इति विशेषणं खलु. इदानीं वदतु तर्हि परत्वत्वम् इति किम्? परत्वम् इति परत्वे विद्यमान जातिः. प्रकारता कुत्र अस्ति? प्रकारता परत्वे अस्ति. इति कृत्वा प्रकारता कया अवच्छिन्ना भवति? प्रकारता परत्वत्वेन अवच्छिन्ना भवति. तदर्थमेव अत्र परत्वत्वम् इति अस्ति. प्रकारता अवच्छेदकं च परत्वत्वम् अपरत्वत्वम् इति जातिद्वयं. तर्हि परत्वत्वम् इति जातिः परत्वे अस्ति, परत्वत्वेन अवच्छिन्ना भवति प्रकारता इति कृत्वा प्रकारता अवच्छेदकं परत्वत्वम् इति. तथा च चैत्रमैत्रत्वावच्छिन्नविशेष्यतानिरूपितपरत्व अपरत्वत्वावच्छिन्नप्रकारतानिरूपितनिरूपकज्ञाननिष्ठकारितानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकारिताधनिरूपितकारणताश्रयत्वं परत्वस्य अपरत्वस्य च लक्षणम्. अत्र परत्वत्व अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके, किन्तु ज्ञानभेदेन विभिन्नप्रकारतयोरेव. तथापि व्याख्यासौकर्याय उक्तम् इत्थमेव कालकृतपरत्वापरत्वयोः लक्षणे चिन्त्ये. अत्र दीर्घवाक्यम् अस्ति. अत्र चैत्रः मैत्रः अत्र परत्वावृत्योः मध्ये अत्र कीदृशसम्बन्धः इति आश्रय असम्बन्धः इति अत्र चित्रमपि अस्ति अत्र चैत्र एवं कुर्मः प्रत्येकं स्वीकृत्य प्रथमं चैत्रः इति स्वीकृत्य तत्र चैत्रः परः इति आकारः अस्ति खलु तस्य विषये तत्र चित्रम् उपयुज्य वाक्यं किं भवति इति वदतु तेन स्पष्टता भवेत् अत्र चैत्रनिरूपित चैत्रत्व अवच्छिन्न विशेषता न न चैत्रनिरूपित इति कथं चैत्रनिष्ठ चैत्रत्व अवच्छिन्न विशेष्यता निरूपितज्ञानं परत्वनिष्ठ परत्वत्व अवच्छिन्न प्रकारता निरूपितज्ञानं तादृशज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रयः शब्दप्रयोगः एषा शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयत्वं परत्वे अस्ति इत्युक्ते परत्वम् इति गुणः अस्ति इति कृत्वा तादृशशब्दप्रयोगः कर्तुं शक्नुमः येन शब्दप्रयोगेन ज्ञानं भवति कीदृशम् इत्युक्ते चैत्रः परः इति ज्ञानं भवति इति तादृशमस्ति मैत्रः मैत्रस्य अपि मैत्रनिष्ठ मैत्रत्व अवच्छिन्न निरूपितविशेष्यता अवच्छिन्नविशेष्यता खलु निरूपित इति किमर्थम् अवच्छिन्नविशेष्यता निरूपितज्ञानम् अपरत्वनिष्ठ अपरत्वत्व अवच्छिन्न प्रकारता निरूपितज्ञानम् तादृशज्ञाननिष्ठकारिता निरूपितकारणताश्रयशब्दप्रयोगः एषः शब्दप्रयोगनिष्ठकारितानिरूपितकारणताश्रयत्वम् अपरत्वे अस्ति सत्यम् इति तत्र दिक्कृत परत्वम् अपरत्वस्यापि तथैव भवति अपि च कालकृतस्यापि तद्वदपि एव भवति इत्युक्ते यद्यपि तत्र कालकृतपरत्वम् अपरत्वं दिक्कृतपरत्वम् अपरत्वं तयोः मध्ये भेदः अस्ति तत्र कीदृशं परत्वम् अपरत्वम् इति तथापि तत्र लक्षणं तु समानमेव इत्युक्ते परत्वं चैत्रः परः इति कश्चन वदति चेत् कालकृतः वा भवतु दिक्कृतः वा भवतु लक्षणं तु समानमेव इत्युक्ते परत्वम् इति कश्चन गुणः अस्ति इति कृत्वा तेन शब्दप्रयोगेन वयं चैत्रः परः मैत्रः अपरः इति अवगन्तुं शक्नुमः इति एव अत्र विषयः अस्तु सम्यक् तर्हि एतेन परत्व अपरत्वविषयः समाप्तः तर्हि आगामिकक्षायां गुरुत्वस्य विषये पठेम अत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु किञ्चित् चिन्तनमपि कुर्वन्तु मम लघुप्रश्नः अहं चिन्तयामि वर्गे आसीत् इति परन्तु अत्र सूर्यस्य भ्रमणम् इति एव वयम् इदानीम् अत्र पुस्तके अस्ति किल अहं वयं चर्चितवन्तः अहम् इदानीं न स्मरामि किदं किमर्थम् इत्युक्ते वयम् अत्र भूमिः एव भ्रमणं करोति सूर्यः नास्ति इति अपि चिन्तनमासीत् किल अतः किमर्थम् अत्र सूर्य हा हा हा तत्तु कालस्य कालनिरूपणसमये वयं तस्मिन् विषये किञ्चित् चिन्तितवन्तः तत्र सूर्यस्य इत्युक्ते तत्र वस्तुतः हा भूमेः एव तत्र क्रिया भवति परन्तु सूर्यस्य क्रिया इत्येव दृश्यते खलु इति कृत्वा तेन आधारेण एव कालमापनं भवति इति एव इत्युक्ते सूर्यस्य उदयः भवति, अस्तमनं भवति, तदनन्तरं नूतन उदयः यदा सूर्यस्य भवति चेत् तदा नूतनदिनम् इति वयं स्वीकृतवन्तः खलु इति कृत्वा कालमापणं सूर्यक्रियया भवति इति. धन्यवादः. अस्तु सम्यक्. अस्तु धन्यवादः. तर्हि शुभरात्रि. धन्यवादः. शुभरात्रि. नमस्ते. शुभरात्रिः.